अस्तु, तर्हि अद्यतनविषयः भवति भेदस्य अवधिः अथवा भेदस्थले अवधिः कीदृशः इति. तस्मात् पूर्वं किञ्चित् पुनरावर्तनं भवतु इति कृत्वा पृथक्त्वस्थले संयोगवियोगस्थले अवधिः कः अपि च अवधिः कीदृशः इत्यादीनां चर्चा भविष्यति. तर्हि गते सप्ताहे किञ्चित् पृथक्त्वस्य अवधिविषये चर्चा जातम् आसीत्. तत्र सव्यसाची महोदया वक्तुमिच्छति वा पृथक्त्वं पृथक्त्वस्य अवधिः कीदृशः इति? आम् आं भगिनि. इत्युक्ते पृथक्त्वस्य अनेकावधिकत्वम् अस्ति. इत्युक्ते घटः पटात् पृथक् अथवा घटः वृक्षात् पृथक् एतत् कुर्मः चेत् घटे यत् पृथक्त्वम् अस्ति तत् एकमेव. इत्युक्ते अवधिः पटः भवतु अथवा वृक्षः भवतु किमपि भवतु, यत् पृथक्त्वं घटे अस्ति तत् एकमेव पृथक्त्वं, पृथक्त्वं भिन्नं नास्ति. इत्युक्ते पृथक्त्वम् इत्युक्ते अनेकावधिकत्वम् इति वक्तुं शक्नुमः. पृथक्त्वस्य अनेकाधिकत्वम् इति. तर्हि तत्र पृथक्त्वस्य निखिलावधिकत्वं किमर्थं नास्ति? पृथक्त्वम् एवं पृथक्त्वं तस्य निखिलावधिकत्वं नास्ति किमर्थम् इत्युक्ते निखिलावधिकत्वम् अत्र न्यायशास्त्रे विशिष्ट अर्थः अस्ति. इत्युक्ते वयं पठितवन्तः गतसप्ताहे स्वातन्त्र्येण पठामः चेत् निखिलशब्दस्य नामम् इत्युक्ते गगनमात्रम् आयाति. परन्तु न्यायशास्त्रे निखिल इत्युक्ते स्वं विहाय सर्वत्र भवति चेत् इत्युक्ते घटे पृथक्त्वम् अस्ति इत्युक्ते घटं विहाय सर्वत्र भवति. परन्तु घट अवयवे इत्युक्ते कपालः एतत् तत्र पृथक्त्वं नास्ति, घटपृथक्त्वम् इति न वक्तुं शक्नुमः. इत्युक्ते घटे निखिलावधिकत्वं तर्हि नास्ति. समीचीनमस्ति. तर्हि घटः पटात् पृथक् इत्यस्मिन् अवधिः कः? पटः. पटः इति अवधिः. घटः कपालात् पृथक् इति प्रतीतिः भवितुमर्हति वा? भवितुं नार्हति. नार्हति, यतोहि कपालः घटस्य अवयवः, घटः तस्मात् पृथक् एव न भवितुमर्हति. तर्हि अस्य अर्थः अस्ति यत् जगति पदार्थाः सन्ति ये घटात् पृथक् न भवितुं शक्नुवन्ति इति. अस्तु, तर्हि घटस्य निखिलावधिकत्वं नास्ति. परन्तु कीदृशः अवधिकत्वम्? अनेकावधिकत्वम् अस्ति. हा, न सत्यं, घटस्य अनेकावधिकत्वम् अस्ति. घटः पटात् पृथक् इत्यस्मिन् वाक्ये पटः अवधिः इति भासते, एकः एव अवधिः इति. परन्तु वस्तुतः घटः भिन्नभिन्नपदार्थेभ्यः अपि पृथक् अस्ति. घटः वृक्षात् पृथक्, घटः मठात् पृथक्, घटः गृहात् पृथक् इत्यादि प्रतीतयः भवितुम् अर्हन्ति. केवलं घटः स्वस्य अवयवेभ्यः पृथक् नास्ति इति कृत्वा घटस्य अनेकावधिकत्वम् अस्ति, निखिलावधिकत्वं नास्ति. निखिलम् इत्युक्ते घटं विहाय अन्यत् सर्वं. तथैव पटस्य पृथक्त्वम् अथवा गृहस्य पृथक्त्वम् इत्यादिकं. किन्तु घटस्य नियतावधिकत्वम् अस्ति वा? क्षम्यतां, पृथक्त्वस्य नियतावधिकत्वम् अस्ति वा? अस्ति, नियतावधिकत्वम् अस्ति. किमर्थम् इत्युक्ते प्रतीतेः अवधिः भासते, तर्हि नियतावधिकत्वम् अस्ति. समीचीनं. तर्हि घटः पृथक् इत्यस्य वदनेन कस्मात् पृथक् इति प्रश्नः भवति खलु? आम्. हा, तदा वक्तव्यं भवति कस्मात् इति तदा नियमरूपेण नियमितरूपेण अवधेः उल्लेखः भवति प्रतीतौ इति कृत्वा नियतावधिकत्वम् अस्ति पृथक्त्वस्य. नूतनतया केन आगतम्? वर्धिनी अस्मि भगिनि. वर्धिनी भगिनि, अस्तु तर्हि अजितमहोदय, यतोहि भवतः अनुपस्थितिः आसीत् इति कृत्वा किञ्चित् बुद्धं वा यद् सभ्यसाचि महोदयेन उक्तम्? आं भगिनि, अवधिकत्वम् अनेकावधिकत्वं निखिलावधिकत्वं नियताभि अवधिकत्वम् इति वदामः. तत्र घटे निखिलावधिकत्वं नास्ति इत्युक्ते घटः अवयवात् पृथक् इति न वक्तुं शक्नोति. तदेव कारणं निखिलावधिकत्वं नास्ति, किन्तु अनेकावधिकत्वम् अस्ति इत्युक्ते जगति अनेकपदार्थानि पदार्थेभ्यः घटः पृथक् इति वक्तुं अनेकावधिकत्वम् अस्ति. अनेकावधिकत्वम् अस्ति, समीचीनम् अस्ति. निखिलावधिकत्वं नास्ति, अनेकावधिकत्वम् अस्ति. कस्य पृथक्? कस्य निखिलावधिकत्वं? पृथक्तस्य. हा समीचीनं, पृथक्तस्य. घटः इति केवलम् उदाहरणं, यस्मिन् पृथक् अस्ति इति. घटस्य स्थाने पटं स्थापयतु, पटं वा अन्यत् किमपि स्थापयतु, तत्र स्वस्य अवयवेभ्यः यः कोऽपि पदार्थः पृथक् न भवितुमर्हति, यः कोऽपि पदार्थः भवतु. अस्तु तर्हि नियतावधिकत्वम् अस्ति, अनेकावधिकत्वम् अस्ति. निखिलावधिकत्वविषये किञ्चित् वदति वा? क्षम्यतां, नियतावधिकत्वविषये इत्युक्ते नियतरूपेण घटः पटात् पृथक् पृथक्त्वं, घटः भूतलात् पृथक्त्वम् इति वक्तुं शक्नोति. तत् कारणं नियतरूपेण वक्तुं शक्नोति. तदेव कारणं पृथक्तस्य नियतावधिकत्वम् अस्ति इति. नाम प्रतीतिः नाम शब्दप्रयोगः यदा भवति ज्ञानस्य, तदा केवलं घटः पृथक् इति वदनेन कार्यं न समाप्तम्. श्रोतुः मनसि कस्मात् पृथक् इति प्रश्नः आगच्छति एव. तदा वक्तव्यं भवति शब्दबोधार्थं, पूर्णतया वक्तव्यं भवति घटः कस्मात् पृथक् इति. कस्मात् इति यः कोऽपि भवतु, सः अवधिः भवति तस्यां प्रतीतौ. तदर्थं नियतावधिकत्वम् अस्ति पृथक्त्वस्य, अपि च निखिलावधिकत्वं नास्ति यथा महोदयेन अपि प्रतिपादितम्. अस्तु इदानीं तर्हि अपरः एकः प्रश्नः आगतः आसीत् तत्र. घटस्य पृथक्त्वम् इति यः गुणः अस्ति, सः गुणः अवधिभेदेन भिद्यते वा इति. तत्र किं चिन्तनम्? सभ्यसाची महोदय वदति वा? आम् आं भगिनि, पृथक्त्वं यत् गुणः तत् अवधिभेदेन न विद्यते. इत्युक्ते एकमेव पृथक्त्वम् इत्युक्ते तर्हि घटः पटात् पृथक्, घटः वृक्षात् पृथक्, घटः मठात् पृथक् इत्युक्ते एकमेव पृथक्त्वं घटे अस्ति. इदानीं पटः नयामः चेत् तत्र पटः वृक्षात् पृथक्, पटः घटात् पृथक्, तत् सर्वं पृथक्त्वं पटे अस्ति. तर्हि अवधिसमुदायः इति आवश्यकम् इदानीं पृथक्त्वविषये. तर्हि अवधिसमुदायेन यदा स्वीकुर्मः तदा पृथक्त्वं विद्यते, इत्युक्ते घटे किं पृथक्त्वम् अस्ति एवं पटे किं पृथक्त्वम् अस्ति, अवधिसमुदायस्य कृत्य पृथक्त्व पृथक्त्वं भिन्नम् इति वक्तुं शक्नुमः. अस्तु, तदपि समीचीनं, किन्तु मम प्रश्नः आसीत् पृथक्त्वम् इति एकः एव गुणः घटे खलु, किन्तु पृथक्त्वस्य अनेकावधिकत्वम् अस्ति यथा भवता उक्तं, घटे विद्यमानपृथक्त्वस्य वृक्षावधिकत्वं, पटावधिकत्वं, गृहावधिकत्वं, मठावधिकत्वम् इति भिन्नभिन्न अवधिकत्वं वर्तते. एकः एव गुणः पृथक्त्वम् इति घटे, परन्तु भिन्नभिन्न अवधयः तस्य. तर्हि अवधिभेदेन सः पृथक्त्वम् इति गुणः भिद्यते वा इति? न विद्यते. न विद्यते, अस्तु. तर्हि इदं मनसि भवेत् यत् पृथक्त्वम् इति गुणः एकः एव, तस्य बहवः अवधयः भवितुम् अर्हन्ति, किन्तु अवधिभेदेन न भिद्यते पृथक्त्वम् इति गुणः. केन आधारेण भिद्यते सभ्यसाची महोदय, वदति वा? भवता उक्तं आश्रयाधारेण. अत्र घटः पटात् पृथक् इत्यस्मिन् वाक्ये पृथक्त्वस्य आश्रयः कः? घटः पटात् इत्युक्ते घटः इति आश्रयः. हा, घटः पृथक्, तर्हि घटः पृथक्त्वम् इत्यस्य आश्रयः घटः, आश्रयभेदेन भिद्यते इति भवता उक्तं, तदपि सत्यम्. अस्तु, इदानीम् अवधिसमुदायः इति यत् भवता उक्तं, तद् केन आधारेण निर्णीयते? अवधिसमुदाय इत्युक्ते तदपि पृथक्त्वं कुत्र अस्ति तत् यदा जानीमः तर्हि अवधिसमुदायः तदा निर्णेतुं शक्नुमः. इत्युक्ते घटः पटात् पृथक्, वृक्षात् पृथक् इत्युक्ते कृत्वा अवधिसमुदायः घटं विहाय ये भवितुं जगति सर्वं सन्ति ते इत्युक्ते अवधिसमुदायः भवन्ति स्वस्मिन् विहाय. हा, स्वं विहाय अपि च स्वस्य अवयवान् विहाय. आम्, तदा एव समुदायः निर्मीयते, यतोहि घटः स्वस्य अपि च घटस्य अवयवाः तान् विहाय एकः समुदायः यः भवति, यः कोऽपि पदार्थः सः एकः समुदायः. तेषु पदार्थेषु घटपृथक्त्वं प्रति अवधित्वम् अस्ति. तथा पटः, तथा एव पटः इति स्वीकुर्मश्चेत् तत्र पटः पृथक् इत्यस्य वदनेन पुनः पृथक्त्वस्य आश्रयः पटः, तदा पटः अपि च स्वस्य अवयवाः, पटस्य अवयवाः तान् विहाय जगति यावन्ति वस्तूनि सन्ति तानि सर्वाणि मिलित्वा एकः समुदायः इति कृत्वा घटपृथक्त्वस्य अवधिसमुदायः भिन्नः, पटपृथक्त्वस्य अवधिसमुदायः भिन्नः. तर्हि घटे यः पृथक्त्वमस्ति, यद् पृथक्त्वमस्ति, अपि च पटे यद् पृथक्त्वमस्ति, तयोः भेदः अवधिसमुदायभेदेन निर्णीयते. घटपृथक्त्वं पटपृथक्त्वात् भिन्नम् इति कथं निर्णीयते? यथा महोदयेन उच्यतम् अवधिसमुदाय कृत्वा. हा, अवधिसमुदायभेदेन घटपृथक्त्वं पटपृथक्त्वात् विलक्षणम् इति सिद्ध्यति. पुनः अवधिसमुदाय केन निर्णीयते? अवधिसमुदाय इति पृथक्त्वं निर्णीयते. हा, पृथक्त्वस्य आश्रयेण निर्णीयते. पृथक्त्वेन आश्रयः निर्णीयते. हा, पृथक्त्वं कुत्र अस्ति इति दृष्ट्वा अस्तु अस्य पृथक्त्वस्य अयं समुदायः अवधिसमुदायः इति निर्णीयते. पृथक्त्वं घटे अस्ति इति दृष्ट्वा अस्तु घटः स्वस्य अवयवान् घटस्य अवयवान् विहाय अन्यत् सर्वं पृथक्त्वस्य अवधिः इति निर्णीयते. तर्हि पृथक्त्वं कुत्र अस्ति इति मुख्यः विषयः. पृथक्त्वम् आश्रयेण विद्यते अथवा अवधिसमुदायेन विद्यते इति एकः एव अर्थः, यतोहि अवधिसमुदायः इति पृथक्त्वस्य आश्रयेण निर्णीयते, तदा एव घटस्य एकः अवधिसमुदायः, पटस्य एकः अवधिसमुदायः, तथा कृत्वा घटपृथक्त्वं पटपृथक्त्वात् भिन्नम् इति। किन्तु घटे यत् पृथक्त्वम् अस्ति तत्तु एकमेव, यद्यपि तस्य अनेकाः अवधयः, किन्तु पृथक्त्वम् इति एकमेव भवति। इति स्पष्टं वा सर्वेषां मनसि? आं भगिनि। अजितमहोदय, स्पष्टमस्ति किम्? अजितमहोदय अस्ति? आं भगिनि, पूर्णतया नास्ति किन्तु अहम्। अस्तु, स्वस्य वाक्यैः वक्तुं यततां एकवारम्। इत्युक्ते पृथक्त्वं घटः पटात् पृथक्तम् इति, तत्र पृथक्त्वं घटे वर्तते, तत्र अस्तु अस्तु, एकं पृच्छामि, घटः पटात् पृथक्, पृथक्त्वं घटे वर्तते इति सत्यम्, अपि च पृथक्त्वस्य अवधिः कः? पृथक्त्वस्य अवधिः पटः, पटः, अपि च घटः अपरस्मात् अपि पृथक् खलु, भूतलात् पृथक्, मठात् पृथक्, तत्र समुदायभेदेन। अस्तु, तर्हि घटः बहुभ्यः वस्तुभ्यः पृथक् पृथक् अस्ति, किन्तु पृथक्त्वं घटे अस्ति। अस्तु, घटः बहुभ्यः वस्तुभ्यः पृथक् इत्यस्य वदनेन पृथक्त्वस्य बहवः अवधयः सन्ति खलु? आम्। तत्तु समीचीनम् अस्ति, तत्तु घटपृथक्त्वस्य पटः इति एकः अवधिः, भूतलः भूतलम् इति एकः अवधिः इति, अनेकाः अवधयः, अनेके नैके अवधयः। तर्हि पृथक्त्वम् इति घटे यः गुणः अस्ति, सः गुणः अवधिभेदेन विद्यते वा इति, यतोहि बहवः पृथक्त्वं, घटस्य पृथक्त्वम् इत्यस्य अनेके अवधयः सन्ति खलु, प्रश्नः अवधिभेदेन न विद्यते इति। हा, किमर्थं न विद्यते? किमर्थम् इत्युक्ते अहं किञ्चित् क्लेशं न, तद् अवधिभेदेन न विद्यते इत्युक्ते समुदाय भेदेन एव किन्तु तत्र अस्तु, समुदायभेदेन इति अग्रिमविषयः। अधुना घटे यः पृथक्त्वम् अस्ति सः तत् पृथक्त्वं भूतलावधिकमस्ति, पटावधिकमस्ति, पुस्तकावधिकमस्ति, परन्तु एकमेव पृथक्त्वम् अस्ति, यतोहि पृथक्त्वम् इति गुणः, चतुर्विंशतिगुणाः अस्माभिः अधीताः पूर्वमेव खलु विद्याधर्यं, गुणस्य विवरणश्रेण्यां पृथक्त्वम् इत्यपि एकः गुणः, पृथक्त्वम् एकत्वं संयोगः वियोगः यथा अस्ति तद्वत् पृथक्त्वम् इति एकमेव। अस्तु, घटे यत् पृथक्त्वम् अस्ति तदेकमेव, पटे यत् पृथक्त्वम् अस्ति तदेकमेव, असङ्ख्याः अवधयः भवन्तु नाम, परन्तु एकमेव पृथक्त्वम् इति स्पष्टम्? अस्तु, तर्हि अधुना प्रश्नः अस्ति यत् घटे विद्यमानं पृथक्त्वं पटे विद्यमानात् पृथक्त्वात् भिन्नः वा इति, तत्र किं चिन्तनम्? तद् अहं चिन्तयामि भिन्नमेव, भिन्नमेव, केन आधारेण भिद्यते? गुण किञ्चित्, हा इति तु सत्यम्, घटे विद्यमान पृथक्त्वम् इत्युक्ते पृथक्तस्य आश्रयः घटः एव. पटे विद्यमान पृथक्तस्य आश्रयः पटः एव. समीचीनम्. तर्हि केन आधारेण अधुना भेदः जातः तयोः मध्ये? भवता एव उक्तं घटे विद्यमानपृथक्त्वं तस्य आश्रयः घटः, पटे विद्यमानपृथक्त्वं तस्य आश्रयः पटः. तयोः मध्ये हा उच्यताम् आश्रयभेदेन एव तथा उक्तं खलु. घटे विद्यमानपृथक्त्वम् इति गुणः तस्य आश्रयेण पटे विद्यमानपृथक्त्वात् भिन्नः भवति. अस्तु, इति बुद्धम्? इति बुद्धम्. तर्हि पृथक्त्वम् अवधिभेदेन भिन्नः इति न वक्तुं शक्नुमः. एकस्यैव पृथक्त्वस्य बहवः अवधयः भवन्ति, किन्तु भिन्नभिन्नपदार्थेषु विद्यमानं पृथक्त्वम् आश्रयभेदेन अथवा यस्मिन् द्रव्ये तद् पृथक्त्वम् अस्ति तस्य भेदेन एव भिद्यते. इति बुद्धम्? इति बुद्धम्. अवधिसमुदायस्य विषये यत् सव्यसाची महोदयेन उक्तमासीत् तत्र इतोपि एकवारम् अन्य कोऽपि प्रयत्नं करोति वा वक्तुं? नूतनतया केनागतम्? हरि ओं. सरला भगिनी, सव्यसाची भगिनी, अस्तु लक्ष्मी भगिनी. अस्तु तर्हि लक्ष्मी भगिनी, एतावता बुद्धं वा? या चर्चा. तर्हि किं सव्यसाची महोदयेन अवधिसमुदायविषये उक्तमासीत् खलु, तत् किञ्चित् प्रतिपादयति वा? अवधिसमुदायम् इत्युक्ते तत्र उदाहरणं स्वीकृत्य वदामि. घटपटात् भिन्नः इत्युक्ते घटः घटपृथक्त्वे घटपृथक्त्वे अनेकाः अवधयः सन्ति. पट अवधित्वम् अस्ति, पुस्तकावधित्वं, वृक्षावधित्वम् इति जगति घटम् अपि च घटस्य अवयवान् विहाय यानि वस्तूनि सन्ति तानि अवधित्वं घटपृथक्त्वे अस्ति. घटपृथक्त्वस्य अवधिसमुदाये सन्ति. अवधिसमुदायं आश्रयस्य आधारेण निर्मीयते. आश्रयं विहाय अवधिसमुदाये आश्रयस्य पृथक्त्वे आश्रयं विहाय अपि च आश्रयस्य अवयवान् विहाय जगति सर्वत्र वस्तूनाम् अवधित्वं पृथक्त्वे अस्ति, पृथक्त्वे सन्ति और अवधिसमुदाये सन्ति. हा समीचीनं भगिनि. अस्तु अजितमहोदय, बुद्धं वा तर्हि? इदानीं घटपृथक्त्वस्य अवधयः के के? घटपृथक्त्वस्य अवयव अवधयः पटे अस्ति, मडे अस्ति, भूतले अस्ति, तत्र अनेकानि. अस्तु तर्हि घटपृथक्त्वस्य अवधिः कपालः अस्ति वा? नास्ति. नास्ति. किमर्थम्? अवयव कपालः घटस्य अवयवः एव, तदेव कारणम्. अवयव तदेव. तथैव पटः, पटस्य अवधिः तन्तुः इति भवितुमर्हति वा? न भवितुमर्हति, यतोहि तत्रापि अवयव अवयवी भावः अस्ति. अस्तु तर्हि पृथक्त्वं कुत्र भवति इति दृष्ट्वा, पृथक्त्वम् इति यत्र कुत्रापि अस्ति तद् द्रव्यम् अपि च तस्य द्रव्यस्य अवयवान् विहाय जगति सर्व जगति अवयवान् विहाय अपि च आश्रयं विहाय जगति सर्वत्र पृथक्त्वस्य अवधयः भवन्ति. अवधि नाम कस्मात् पृथक् तदवधिः, यस्मात् पृथक् तदवधिः खलु. तर्हि द्रव्यं स्वं विहाय अपि च स्वस्य अवयवान् विहाय जगति सर्वस्मात् अपि पृथक् भवति इति कृत्वा द्रव्यं विहाय द्रव्यस्य अवयवान् विहाय पृथक्त्वस्य अवधयः सर्वत्र भवति इति. तथैव घटस्य घटस्य अवयवान् विहाय अवधयः सर्वत्र भवति घटपृथक्त्वस्य. पटपृथक्त्वस्य विषये अपि तथा, पटं विहाय पटस्य अवयवान् विहाय जगति सर्वत्र अवधयः भवन्ति इति कृत्वा समुदायः निर्णीतः पृथक्त्वस्य आधारेण, पृथक्त्वस्य आश्रयस्य आधारेण. पृथक्त्वं कुत्र अस्ति इति दृष्ट्वा पृथक्त्वं भिद्यते, आश्रयभेदेन भिद्यते. आश्रयेण पुनः अवधिसमुदायः अपि निर्णीतः भवति. घटः कपालः एकः समुदायः, तद्विहाय जगति अन्यत् सर्वम् अपरः समुदायः. पटः तन्तवः तन्तूनाम् अवयवः इति एकः समुदायः, तद्विहाय जगति अन्यत् सर्वम् इति अपरः समुदायः. तदा निर्णीयते अवधिसमुदायः. अस्तु, इति स्पष्टं स्यात्? तर्हि अस्तु, तर्हि के के विषयाः अधुना चर्चिताः इत्युक्ते, पृथक्त्वम् इत्यस्य नियतावधिकत्वम् अस्ति, अनेकावधिकत्वम् अस्ति, निखिलावधिकत्वं नास्ति. अस्तु, पृथक्त्वं गुणः इत्यनेन कारणेन आश्रयभूतद्रव्यस्य आधारेण भिद्यते. पृथक्त्वम् इति गुणः यस्मिन् आश्रये वर्तते तेन आधारेण भिद्यते. आश्रयस्य आधारेण अवधिसमुदायः अपि निर्णीयते, अतः पृथक्त्वम् अवधिसमुदायेन भिद्यते इति अपि वक्तुं शक्नुमः. अर्थः तु समानः एव, पृथक्त्वम् आश्रयभेदेन भिद्यते वा अथवा अवधिसमुदायभेदेन भिद्यते वा, उभौ समानार्थकौ प्रतीतौ इति एकः विषयः. अपरः विषयः अस्ति, पृथक्त्वम् एकमेव परन्तु पृथक्त्वस्य अनेकाः अवधयः, अनेके अवधयः भवितुमर्हन्ति. एकमेव पृथक्त्वम् अस्ति द्रव्ये, बहवः अवधयः. अस्तु, इति सर्वं मनसि निधाय अधुना वेदस्थले पृथक्त्वं कीदृशं, वेदस्थले क्षम्यतां भेदस्थले अवधिः कीदृशः भवति इति पश्येम. तर्हि भेदस्य निखिलावधिकत्वं भवति किम् इत्यस्मिन् भागे अधुना भेदः प्रतियोगिनं विहाय इत्यस्मात् आरभामहे. सरला भगिनी पठितुमिच्छति वा अधुना? अस्तु, नो चेत् अजितमहोदय भवानेव आरब्धुमिच्छति वा अधुना भेदः प्रतियोगिनं विहाय? आम् भगिनि, अधुना भेदः प्रतियोगिनं विहाय सर्वत्र भवति इत्यस्य अर्थः एवं यत् भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्. अत्र निखिलावधिकत्वं नाम किं? प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् इदं निखिलावधिकत्वम् इति चेत् भेदस्य निखिलावधिकत्वं भवेत्, यतोहि प्रतियोगिनं विहाय भेदः सर्वत्र तु अस्ति. आरम्भे भवता वक्तव्यमस्ति यत् भेदः इत्युक्ते किम् इति. अहं किञ्चित् साहाय्यं करोमि. घटः पटो न, अथवा घटभेदः पटे अस्ति इति प्रतीति. अस्तु, घटभेदः पटे अस्ति. तत्र प्रतियोगी इति कः? प्रतियोगी भेदस्य प्रतियोगी घटे अस्ति. भेदः इत्युक्ते अन्योन्याभावः खलु? घटस्य भेदः पटे अस्ति अथवा घटस्य अन्योन्याभावः पटे अस्ति इति वाक्यम्. अस्तु, तर्हि प्रतियोगी इति कः अस्ति तस्मिन् प्रतीतौ? अन्यः कोऽपि अभावस्य प्रतियोगी कः भवितुम् अर्हति? अभावस्य प्रतियोगी वर्धिनी भगिनी साहाय्यं ददाति वा किञ्चित्? अभावस्य विरोधः प्रतियोगी. हा, समीचीनम्, बहु समीचीनं भगिनी. अभावस्य विरोधी यः भवति सः एव प्रतियोगी. घटभेदस्य प्रतियोगी कः तत्र तर्हि? वर्धिनी भगिनी वदति. प्रश्नः कः? घटभेदः, भवत्या यदुक्तं तत् समीचीनम्. अभावस्य विरोधः यः कोऽपि करोति सः प्रतियोगी खलु? तर्हि घटभेदस्य अथवा घट अन्योन्याभावस्य प्रतियोगी कः? समीचीनं, घटः एव. घटभेदः अथवा घटस्य अन्योन्याभावः निवारयितुं घटः आवश्यकः खलु? घटस्य आनयनेन अभावः नश्यति इति कृत्वा घटभेदस्य अथवा घटाभावस्य प्रतियोगी इति घटः. अस्तु अस्तु, तर्हि अजितमहोदय इदं मनसि निधाय इदानीं वाक्यस्य परिशीलनं करोतु. वाक्यशः तत्र भेदः प्रतियोगिनं विहाय सर्वत्र भवति इत्युक्ते घटस्य भेदः घटस्य भेदस्य प्रतियोगी घट एव इत्युक्ते घटं विहाय भेदः सर्वत्र भवति इति. हा, समीचीनं. आम्, घटस्य अभावः स्वस्मिन् न भवितुम् अर्हति किल? स्वस्मिन् आम्. तत्र इत्युक्ते भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्. निखिलावधिकत्वम् इत्युक्ते पदार्थान् विहाय तत्र अवधिकत्वं सर्वत्र अस्ति. सत्यं, वर्गस्य आरम्भे अपि उक्तं निखिलपदस्य अर्थः कः? स्वं विहाय जगति सर्वम् इति. जगति सर्वं सामान्यसंस्कृतभाषायां निखिलम् इत्युक्ते सर्वम् इति अर्थः. परन्तु न्यायशास्त्रे स्वं विहाय अन्यत् सर्वम् इति. तर्हि भेदस्थले स्वम् इति प्रतियोगी इति चिन्तयतु. अस्तु, स्वम् इति प्रतियोगी, प्रतियोगिनं विहाय भेदः सर्वत्र इति तु सत्यं खलु वाक्यम्? तर्हि अत्र किम् उक्तं? भेदस्य निखिलावधिकम् अस्ति इति चिन्तनीयं, यतोहि भेदः स्वं विहाय जगति सर्वत्र अस्ति इति चेत् भेदस्य निखिलावधिकत्वम् अस्ति वा इति प्रश्न. हा, तत्तु पश्येम अग्रे. तर्हि भेदः निखिलः नाम स्वं विहाय सर्वत्र. परन्तु भेदस्य अवधिकत्वमपि निखिलं वा इति प्रश्नः. तर्हि पठतु अग्रे. निखिलावधिकत्वं नाम किं? प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् इदं निखिलावधिकत्वम् इति चेत् भेदस्य निखिलावधिकत्वं भवेत्. इत्युक्ते प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् तद् भवति एव खलु. प्रथमवाक्यं सत्यमेव. इदं निखिलावधिकत्वम् इत्युक्ते तत्र सर्वत्र इदं निखिलावधिकत्वम् इति चेत् निखिलावधिकत्वमेव इत्युक्ते पदार्थान् विहाय सर्व जगति सर्वत्र अवधिकत्वम् अस्ति. तदेव कारणं तद् निखिलावधिकत्वमेव खलु. अत्र किम् उक्तं? प्रतियोगिनं विहाय भेदः सर्वत्र अस्ति इति तु सत्यं वाक्यं, परन्तु भेदस्य अवधिः सर्वत्र अस्ति वा इति प्रश्नः. इदानीं घटः पटात् भिन्नः इति वाक्यमस्ति, अस्तु? घटः पटात् भिन्नः, भिन्नः घटः, तर्हि घटस्य भेदः अस्ति. घटस्य भेदः कुत्र अस्ति? घटस्य भेदः पटे अस्ति. अस्तु, घटस्य भेदः पटे अस्ति. अपि च तस्य भेदस्य प्रतियोगी कः? तस्य भेदस्य प्रतियोगी घट घट घटः एव. घटः एव. तर्हि पूर्वमपि दृष्टमासीत् यत् अवधिः भेदस्थले अवधिः प्रतियोगिनी वर्तते इति. नाम पट पटे घटभेदः अस्ति, घटभेदस्य प्रतियोगी घटः. अस्तु, पटे विद्यमानघटभेदस्य प्रतियोगी घटः, सः प्रतियोगी एव अवधिः अपि भेदस्य. अस्तु, इति चर्चितं. तदर्थम् अत्र प्रश्नम् अस्ति यत् प्रतियोगिनं विहाय भेदः सर्वत्र भवति इति चेत्, अपि च इदमेव निखिलावधिकत्वम् इति चेत्, तर्हि भेदस्य निखिलावधिकत्वं भवेत् इति. परन्तु तथा तत्र चिन्तनीयं भवति. प्रतियोगिनं उच्यताम्? अहं चिन्तयामि भेदस्य अवधिकत्वं घटे एव, घटभेदस्य अवधिगतं घटे एव अस्ति चेत् निखिलावधिगतं नास्ति इति. हा, चिन्तनं समीचीनमेव. तर्हि अग्रे इतोपि गभीरतया तस्य चिन्तनं भवति, तर्हि अग्रे पश्येम. अस्तु, तर्हि भेदः कः इति ज्ञातं, भेदस्य प्रतियोगी कः इति ज्ञातमस्ति, अपि च तस्य निखिलावधिकत्वं भेदस्य अस्ति न वा इति अग्रे चिन्तनीयं भवति. अस्तु, सव्यसाची महोदय अग्रे पठति किम्? आम् आं भगिनि. प्रतियोगिता अवच्छेदकभेदेन भेदः विद्यते, नाम प्रतियोगिभेदेन भेदः विद्यते. भेदस्य स्वरूपं स्मर्यताम्. घटत्वा अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता का भावः यः भेदः तद्वान् पटः. घटत्वम् अपि प्रतियोगितायाः अवच्छेदकं, तादात्म्यसम्बन्धः अपि प्रतियोगितायाः अवच्छेदकः. घटः तादात्म्यसम्बन्धेन स्वस्मिन्, अनेन सिद्ध्यति यत् घट घटभेदयोः विशिष्टसम्बन्धः. यत्र घटत्वं नास्ति, यत्र घटस्य तादात्म्यसम्बन्धः नास्ति, तत्र तादृशी तद्वत् अवच्छिन्न तद् अवच्छिन्न प्रतियोगिता नास्ति. तादृशप्रतियोगिता का अभावः भेदः नास्ति. तर्हि प्रतियोगिता अवच्छेदकभेदेन भेदः विद्यते, नाम प्रतियोगिभेदेन भेदः विद्यते इत्युक्ते अत्र तत् एव उदाहरणं स्वीकुर्मः घटः पटात् भिन्नः इत्युक्ते अत्र अभावः इत्युक्ते अथवा भेदः घटे अस्ति घटः इत्युक्ते प्रतियोगी एकनिमिषः एकनिमिषः महोदय घटः अथवा अभावः पटे अस्ति हा घटः आमामां घटस्य अभावः पटे अस्ति एवम् अत्र घटः पटात् भिन्नम् इत्युक्ते अत्र प्रतियोगिकः प्रतियोगी घटः खलु भगिनी समीचीनं इत्युक्ते प्रतियोगी घटः अस्ति तर्हि प्रतियोगिता अवच्छेदकभेदेन भेदः विद्यते इत्युक्ते प्रतियोगी इत्युक्ते यदा भिन्नं भिन्नं प्रतियोगी इति भवन्ति तत्र भेदः भिन्नं भवति इत्युक्ते नाम प्रतियोगिभेदेन भेदः भिन्नं भिन्नं भिद्यते भिन्नं भिन्नं भवति अथवा भेदः विद्यते तर्हि भेदस्य स्वरूपं स्मर्यताम् इत्युक्ते भेदः कः प्रतीतिः यदा वदामः घटः पटात् भिन्नम् अथवा घटः अन्यत् कोऽपि वृक्षात् अथवा कपालात् भिन्नम् इत्युक्ते भेदस्य स्वरूपं स्मर्यताम् इत्युक्ते प्रतियोगिकः अनियोगिकः भेदः कुत्र अस्ति एवमेव तर्हि घटत्व अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिताक अभावः यः भेदः तद्वान् पटः तर्हि पटः कः इति आरम्भं कुर्मः चेत् प्रतियोगिता क अभावः पटः इति वक्तुं शक्नुमः तर्हि प्रतियोगिताक अभाववान् पटः हा प्रतियोगिताक अभाववान् पटः इति वक्तुं शक्नुमः परन्तु यदा प्रश्नः तत्र उदेति अवच्छिन्नकः इत्युक्ते घटत्व अवच्छिन्न इति वक्तुं शक्नुमः कः अवच्छिन्न का अवच्छिन्न का अवच्छिन्न इत्युक्ते भवान् यस्मिन् मार्गे अस्ति तत् समीचीनमेव भवता अत्र प्रतिपादितं पटः अभाववान् अस्तु तर्हि पटः कीदृश अभाववान् प्रतियोगिताक अभावः तद्वान् पटः प्रतियोगिताक अभाववान् पटः पुनः सा प्रतियोगिता कीदृशी यतोहि अभावः अथवा भेदः भिद्यते प्रतियोगिता भेदेन खलु तर्हि अस्माभिः परिशीलनीयं भवति प्रतियोगिता केन भिद्यते इति अथवा प्रतियोगिता केन अवच्छिन्ना भवति इति परिशीलनीयम् आमामां प्रतियोगिता केन इत्युक्ते अवच्छिन्ना इत्युक्ते अत्र उदाहरणे घटत्व अवच्छिन्ना इत्युक्ते वक्तुं शक्नुमः इत्युक्ते घटम् आनयनेन तत् अभावः न भवति तर्हि घटत्व अवच्छिन्न इति वक्तुं शक्नुमः घटः प्रतियोगी घटः प्रतियोगी चेत् घटे प्रतियोगिता अस्ति केवलं तल् प्रत्ययस्य योजनं घटः प्रतियोगी इत्युक्ते घटे प्रतियोगिता अस्ति अपि च घटे घटत्वम् अपि अस्ति किल तर्हि प्रतियोगिता घटत्वम् एकस्मिन् स्तरे अतः घटत्वम् इति अवच्छेदकः भवति प्रतियोगितायाः अतः उक्तं घटत्वावच्छिन्न इति अस्तु ततः अग्रे अन्यः कोऽपि अवच्छेदकः अस्ति वा इति ततः अग्रे अन्य कोऽपि अवच्छेदकः अस्ति इत्युक्ते घटः तादात्म्यसम्बन्धेन स्वस्मिन् भवति तर्हि अग्रे तथा लिखितमस्ति घटत्व अवच्छिन्न तादात्म्य अवच्छिन्न अपि इत्युक्ते घटे घटत्वम् अस्ति एवं घटे घटः तादात्म्यसम्बन्धेन स्वस्मिन् भवति, तर्हि द्वौ अपि योजनेन मिलित्वा वक्तुं शक्नुमः, इत्युक्ते घटत्वावच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिताकाभावः यः भेदः अस्ति तत् तद्वान् पटः इति. समीचीनं, तर्हि उच्यता महोदय, प्रश्नः आसीत् वा? प्रश्नः इत्युक्ते भगिनी यत् मया उक्तं तत् समीचीनं वा इत्युक्ते? समीचीनं समीचीनमेव. भेदः अथवा अन्योन्याभावस्थले मुख्यः अंशः अस्ति यत् तादात्म्यसम्बन्धः. अधुना अपरेषु अभावेषु अन्योन्याभावः अन्यत् किम् आसीत्? प्रागभावः, अत्यन्ताभावः इति सर्वं तत्र घटः भूतले नास्ति अथवा घटः उत्पीठिकायां नास्ति इति. अस्तु, इदानीम् अहं घटम् आनीय भूतले स्थापयामि चेत् अभावः नश्यति खलु? तर्हि अभावः केन सम्बन्धेन नश्यति तत्र? भूतले हा इति सत्यम्, अभावः स्वरूपसम्बन्धेन अस्ति भूतले प्रथमतया खलु. घटम् आनीय भूतले स्थापयामि चेत् घटभूतलयोः कः सम्बन्धः? संयोगसम्बन्धः. अस्तु, अपरेषु अभावेषु तथा, परन्तु अन्योन्याभावः अथवा भेदः अन्योन्याभावः इति समानार्थकशब्दौ, भेदस्थले संयोगसम्बन्धः इत्यादिकं न अपेक्षितं, केवलं तादात्म्यसम्बन्धं स्वीकृत्य परिशीलनं भवतु. यतोहि घटः तादात्म्यसम्बन्धेन केवलं स्वस्मिन् भवितुमर्हति, अन्यत्र न भवितुमर्हति. घटः तादात्म्यसम्बन्धेन पटे न भवितुमर्हति, घटः संयोगसम्बन्धेन पटे भवितुमर्हति इति तु भिन्ना वार्ता. परन्तु घटभेदः पटे अस्ति इति वदनार्थं घटः तादात्म्यसम्बन्धेन पटे नास्ति इति मुख्यः विषयः भवति. घटः तादात्म्यसम्बन्धेन कुत्र स्थातुम् अर्हति? घटे एव, केवलं घटे, केवलं स्वस्मिन्. हा हा, सर्वेषु पदार्थेषु अपि तथा अस्ति, सर्वमपि स्वस्मिन् तादात्म्यसम्बन्धेन भवति. लोके स्वं विहाय अन्यत्र तादात्म्यसम्बन्धेन न भवितुमर्हति इति एव भेदः अथवा अन्योन्याभावः. तदर्थं तादात्म्यसम्बन्धः इति प्रतियोगितायाः अवच्छेदकः भवति अस्मिन् सन्दर्भे. अपि च प्रतियोगिता यत्र कुत्रापि अस्ति, घटे वा पटे वा, तत्र तत्तत् सम्बन्धजातिः घटत्वं पटत्वम् इति अपि अवच्छेदकं भवति. इति कृत्वा भेदस्थले प्रतियोगिता घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न अथवा पटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न इत्यादिकम् इति स्पष्टं स्यात्? आं भगिनि. तर्हि अग्रे महोदय. घटत्वम् अपि प्रतियोगितायाः अवच्छेदकं, तादात्म्यसम्बन्धः अपि प्रतियोगितायाः अवच्छेदकः, तत् वयम् इदानीम् अपि चर्चितवन्तः. अवच्छेदकं कम् इत्युक्ते घटत्वम् एकम्, अनन्तरं तस्य तादात्म्यसम्बन्धः अपि प्रतियोगितायाः अवच्छेदकः द्वयोः इति. घटः तादात्म्यसम्बन्धेन स्वस्मिन् इति वयं जानीमः, कोऽपि द्रव्यमपि तादात्म्यसम्बन्धेन स्वस्मिन् भवति. अनेन सिद्ध्यति यत् घटभेदयोः विशिष्टसम्बन्धः. अनेन सिद्ध्यति इत्युक्ते प्रायशः यत् लिखितमस्ति, घटत्वावच्छिन्न तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता अभावः, इत्युक्ते अनेन सिद्ध्यति यत् घटभेदयोः विशिष्टसम्बन्धः, इत्युक्ते अवच्छेदकम् इति द्वाभ्याम् इति अस्ति. यत्र घटत्वं नास्ति, यत्र घटस्य तादात्म्यसम्बन्धः नास्ति तत्र तादृशी तद् अवच्छिन्नप्रतियोगिता अपि नास्ति। तर्हि तादृशप्रतियोगिता का अभावः इत्युक्ते तत्र भेदः अपि नास्ति इति वक्तुं शक्नुमः। इत्युक्ते यत् द्रव्यमस्ति तत्र घटत्वं नास्ति इत्युक्ते तत्र तादात्म्यसम्बन्धः अपि नास्ति। किमर्थम् इति घटं नास्ति इत्युक्ते तादात्म्यसम्बन्धं भवितुं न अर्हति, तत्र घटस्य तादात्म्यसम्बन्धं भवितुं न अर्हति। तर्हि तादृश अवच्छिन्नप्रतियोगिता अपि नास्ति, तर्हि प्रतियोगिता का अभावः अपि नास्ति, तर्हि भेदः नास्ति। अस्तु, तर्हि समीचीनं। तर्हि भेदस्थले प्रतियोगितायाः अवच्छेदनार्थं घटत्वम् अथवा पटत्वम् इति जातिः अपि अपेक्षिता, अपि च तादात्म्यसम्बन्धः अपि अपेक्षिता। अन्यः कोऽपि सम्बन्धः अस्ति चेत् अन्यः कोऽपि अभावः तत्सम्बन्धप्रतियोगिता भवति, यथा भूतले घटाभावः इति चेत् संयोगसम्बन्धेन घटः भूतले आगच्छति चेत् तत्र अभावः नश्यति, परन्तु भेदस्थले तादात्म्यसम्बन्धः इति विशिष्टसम्बन्धः अपेक्षितः। अतः घटभेदयोः स्थले तादात्म्यसम्बन्धः भवति इति स्पष्टं स्यात्। अत्र केवलं भेदस्य स्वरूपः कः इति पुनस्मरणम्। एतत् सर्वं तु वयं पूर्वमपि जानीमः, पठितवन्तः। पुनः भेदस्थले कीदृशी प्रतियोगिता भवति, कीदृशः सम्बन्धः इत्यादिकं पुनरावर्तनरीत्या अत्र अस्ति। नूतनविषयः किमपि नास्ति, नूतनम् अधुना अग्रे आयाति, अवधिः कः भेदविषये इति ज्ञातुम्। वर्धिनी भगिनी, हा सरला भगिनी अस्ति वा, तर्हि पठितुमिच्छति चेत् पठतु अग्रे। अतः घटे यः कपालभेदः कपालात् भिन्न इत्यस्य विलक्षणभेदः, तादृशभेदस्य कः प्रतियोगी इत्युक्तौ कपाल एवं घटभूतलात् भिन्न इत्युक्तौ पुनः भिन्नभेदः, भूतलभेदस्य प्रतियोगी भूतलम् एव, तस्मात् भूतलप्रतियोगिकः भेदः कपालप्रतियोगिकभेदः च एक एव इति न। यद्यपि भेदद्वयम् अपि घटे पृथक्त्वस्य स्थितिः तथा नास्ति, घटभूतलात् पृथक्, पुस्तकात् पृथक्, गृहात् पृथक्, पर्वतात् पृथक्, इदं सर्वं पृथक्त्वम् एकमेव घटे, किन्तु घटः कपालात् भिन्न भूतलात् भिन्न इत्यत्र पृथक्त्वम् एव समानौ भेद इति नास्ति। अतः घटः घटे यः कपालभेदः कपालात् भिन्न इत्यत्र विलक्षणभेदः, घटे यः कपालभेदः इत्युक्ते प्रतीतिः अस्ति घटः कपालात् भिन्न इत्युक्ते कपाल अविद् कपाल अविधिकं घट कपालत्वम् अवच्छिन्ना तादात्म्यसम्बन्धेन अवच्छिन्ना प्रतियोगिता भाव अभाव प्रतियोगिता अभाव अभाव घट। समीचीनं भगिनि, हा बहु समीचीनं। घटः कपालात् भिन्नः इति प्रतीतौ भवत्या यथा प्रतिपादितं, भिन्नः घटः नाम भेदः घटे अस्ति। घटः कस्मात् भिन्नः? कपालात् भिन्नः, हा कपालात् भिन्नः इत्युक्ते कपालस्य भेदः घटे अस्ति इति। अस्तु, तर्हि कपालभेदस्य प्रतियोगी कः? कपालभेदस्य प्रतियोगी कपाल एव, कपालः एव। बहु समीचीनं। तर्हि कपाले कीदृशी प्रतियोगिता अस्ति? कपाले कपालत्वम् अवच्छिन्ना तादात्म्य सम्बन्धन अवच्छिन्ना प्रतियोगिता अस्ति। हा, अपि च तया प्रतियोगितया अभावः अथवा भेदः कीदृशः इति निर्णीयते खलु प्रतियोगिता का भाव आमां अभाव घटे सत्यं सत्यं तर्हि कपालत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकभेदः अथवा अभावः घटे वर्तते इति सिद्धम् अग्रे इत्यत्र विलक्षणभेद तस्य अर्थं किं विलक्षणः इत्युक्ते डिफ्रेण्ट् युनीक् इति कपालस्य स्थाने वृक्षः इति स्थापयतु तदा प्रतियोगिता कीदृशी वृक्षत्वम् अवच्छिन्ना वृक्ष तादात्म्यसम्बन्धेन प्रतियोगिता का भाव घटे अत्र भेदः अथवा वैलक्षण्यम् आगतं खलु कपालत्वावच्छिन्न इत्यस्य स्थाने वृक्षत्वावच्छिन्न इति एव विलक्षणः भेदः इति उक्तम् प्रत्येकं भेदः यः घटे अस्ति तत्सर्वः विलक्षणः भवति तादृशभेदस्य कः प्रतियोगी इति युक्तो कपाल एव इदम् इदानीम् उक्तवान् एवं घटः भूतलात् भिन्न इत्युक्तो पुनः भिन्न भेद अत्र भूतलम् अवच्छिन्न तादात्म्यसम्बन्धे अवच्छिन्न प्रतियोगिता का अभावः घटे वर्तते सो सर्वे प्रतियोगिता भिन्ना भवति तस्य प्रतियोगिता अभावः भिन्ना भवति प्रत्येक अभाव भूतलभेदस्य प्रतियोगी भूतलम् एव वयम् इदानीं उक्तवन्तः भूतलस्य प्रतियोगी भूतल अभावस्य प्रतियोगी भूतलमेव तस्मात् भूतलप्रतियोगिकभेदः कपालप्रतियोगिकभेदः च एक एव इति न द्वयोः भूतलप्रतियोगिकभेदः वा कपालप्रतियोगिकभेदः भिन्ना भवति ते एकमेव नास्ति यद्यपि भेदद्वयमपि घटे घट एक आश्रय अस्ति तस्य तस्मिन् कपालप्रतियोगिकभेदः अपि भूतलप्रतियोगिकभेदः द्वये अस्ति ते द्वे भिन्ने अस्ति सः पृथक्त्वस्य स्थितिः तथा नास्ति पृथक्त्वस्य स्थितिः भेदस्य अपेक्षा भिन्ना अस्ति घट भूतलात् पृथक् पुस्तकात् पृथक् गृहात् पृथक् पर्वतात् पृथक् इदं सर्वे पृथक्तम् एकमेव घटे अस्ति पृथक्तस्थले आश्रयभेदः अस्ति आश्रय एकम् अस्ति घट पृथक्तस्य आश्रय केवलं घट अस्ति किन्तु अवधि भिन्ना भवन्ति भूतलं पुस्तकं पर्वतं तस्य अवधि अस्ति पृथक्त्वं भूतलावधिक पुस्तकावधिक पर्वतावधिक भवति सो एकमेव पृथक्त्वं किन्तु भिन्नावधिका तत्र भिन्न अविधकत्वम् अस्ति तस्मिन् किन्तु घटकपालात् भिन्न भूतलात् भिन्न इत्यत्र पृथक्त्वम् एव सम्भवं शक्नोति नास्ति किन्तु भेदस्थले भेदस्य घटकपालात् भिन्न भूतलात् भिन्न अस्तु एकं वदतु भवत्या यत् पृथक्त्वस्य विषये उक्तं तत्तु बहु समीचीनं पृथक्त्वम् इति गुणः एकमेव अस्ति घटे प्रतीतिवशात् भिन्नभिन्न अवधयः भूतलात् पृथक् इत्यस्मिन् भूतलम् इति अवधिः, पुस्तकात् पृथक् इत्यस्मिन् पुस्तकम् इति अवधिः, परन्तु एकमेव पृथक्त्वं घटे, तद् बहु समीचीनम्. इदानीं घटः कपालाद् भिन्नः इत्यस्यां प्रतीतौ भेदः कस्य भेदः घटे? कपालत्वम् अवच्छिन्ना, तादात्म्यसम्बन्धेन अवच्छिन्ना, प्रतियोगिता अथवा कपालस्य भेदः घटे, अथवा भूतलस्य भेदः घटे. भूतलस्य भेदः इदानीं प्रथमप्रतीतिः अस्ति घटः कपालात् भिन्नः, अस्तु. द्वितीयप्रतीतिः अस्ति घटः भूतलात् भिन्नः. द्वितीयप्रतीतिना किं सिद्धमस्ति, कीदृशः भेदः घटे अस्ति इति? भूतलत्वम् अवच्छिन्ना, तादात्म्यसम्बन्ध अवच्छिन्ना, भूतल प्रतियोगिता का भाव. तर्हि प्रतीतिद्वयमस्ति, घटः कपालात् भिन्नः इत्यस्मिन् कपालभेदः घटे, घटः भूतलात् भिन्नः इत्यस्मिन् भूतलस्य भूतलभेदः घटे घटे. इमौ द्वौ भेदौ भिन्नौ वा अथवा समानौ? भिन्नौ अस्ति, भिन्नौ भिन्नौ भिन्नौ स्तः, यतोहि भवत्या एव प्रतिपादितम्. एकमस्ति कपालात् कपालत्वावच्छिन्न प्रतियोगिता कः, अपरः भूतलत्वावच्छिन्न प्रतियोगिता कः भेदः. तर्हि भेदौ समानौ न स्तः, घटे द्वौ भेदौ स्तः, तथैव घटे अनेके भेदाः भवितुमर्हन्ति. घटे वृक्षभेदः, घटे उत्पीठिकाभेदः, घटे गृहभेदः, सर्वं भवितुमर्हन्ति, सर्वे भेदाः. एते भेदाः समानाः वा इति? नो, एते भेदः समाना नास्ति. हा, समानाः न सन्ति, न सन्ति, न सन्ति, भेदाः समानाः न सन्ति. किन्तु पृथक्त्वम् इति समानमस्ति वा अथवा न? पृथक्त्वम् एकमेव, एकम् अस्ति इति मुख्यः विषयः. अवधयः भिन्नाः सन्ति, परत्र घट सत्यं सत्यं, भेदाः भिन्नाः घटे वर्तन्ते, परन्तु पृथक्त्वम् इति गुणः स्वस्य घटस्य पृथक्त्वम् अस्तु, परन्तु भेदः तथा नास्ति. कपालस्य भेदः घटे, घटस्य भेदः घटे नास्ति. कपालस्य भेदः घटे, भूतलस्य भेदः घटे, अपरस्य भेदः घटे. तर्हि भिन्नभिन्नभेदाः, परन्तु पृथक्त्वं तथा नास्ति. पृथक्त्वम् इति स्वस्य गुणः, घटस्य स्वस्य गुणः पृथक्त्वं. तदर्थं पृथक्त्वम् इति अवधिभेदेन न भिद्यते. भूतलात् पृथक् इत्यस्मिन् वाक्ये भूतलम् इति अवधिः, पुस्तकात् पृथक् इत्यस्मिन् वाक्ये पुस्तकम् इति अवधिः, परन्तु अवधिभेदेन पृथक्त्वं न भिद्यते. किन्तु भेदस्थले तथा नास्ति. घटः कपालाद् भिन्नः इत्यस्मिन् वाक्ये कपालात् पञ्चमी विभक्तियुक्तं, तदेव अवधिः. भूतलाद् भिन्नः इत्यस्मिन् भूतलम् इति भेदस्य अवधिः. हा, परन्तु सः भेदः एकः एव न, भिन्नभिन्नभेदाः अवधिभेदेन अवश्यं भिद्यते, घटे विद्यमानभेदाः. इति बुद्धं वा सर्वैः? भगिनी, भगिनी प्रश्नः अस्ति. पूर्वपरिच्छेदे प्रतीतिः आसीत् पटः घटः खलु, प्रतीतिः आसीत् पटः घटात् भिन्नः इत्युक्ते घटः प्रतियोगी इति कृत्वा घटत्वावच्छिन्न, तादात्म्य अवच्छिन्न, प्रतियोगिता अभावः. घटः पटात् भिन्नः इति वा पूर्वस्मिन् परिच्छेदे किम् आसीत् इत्युक्ते घटः प्रतियोगी अस्ति खलु, तर्हि पटः घटात् भिन्नः इति प्रतीतिः. अस्तु, पूर्वस्मिन् परिच्छेदे यद् भवता पठितं, हा, घटत्वावच्छिन्न प्रतियोगी इत्यादिकं, तत्र घटः प्रतियोगी खलु इत्युक्ते घटभेदः पटे अस्ति इति. तर्हि वाक्यं किं स्यात्? घटभेदः पटे अस्ति इत्युक्ते पटः घटात् भिन्नः खलु. हा, इति एव प्रतीतिः. आमामां, तत् तर्हि मया समीचीनतया न उक्तं पूर्वै. चिन्ता नास्ति, भ्रमः जातः इति मन्ये, परन्तु प्रतीतिः भवता यदुक्तम् अधुना तदेव प्रतीतिः तस्मिन् परिच्छेदस्य. अस्तु, अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि. तर्हि घटभेदः, तस्मात् पूर्वं तर्हि घटभेदः घटं विहाय. पश्यति किम् वर्धिनी? तर्हि बोध्यं यत् तर्हि घटभेदः घटं विहाय. प्राप्तम्? अस्तु, तर्हि लक्ष्मी भगिनी प्राप्तं वा? वर्धिनी भगिनी अग्रे पठति भवती, तर्हि पश्यतु. घटं विहाय अन्यत्र सर्वत्र वर्तते इति तु सत्यं, किन्तु घटः कपालात् भिन्नः इति प्रतितौ घटः भिन्नः भेदः घटे, स भेदः कपालावधिकः. घटभूतलात् भिन्नः घटः भूतलात् भिन्नः इति प्रतितौ घटः भिन्नः भेदः घटे, स च भेदः भूतलावधिकः. द्वौ अपि भेदौ घटे भिन्नौ, कपालभेदस्य कपाल अवधिकत्वं, भूतलभेदस्य भूतला अवधिकत्वम्. तर्हि घटभेदः घटं विहाय सर्वत्र वर्तते. इदानीं यदि कटः कपालात् भिन्नः इति प्रतितौ कपालभेदः घटे अस्ति, घटः भिन्नः कपालभेदः घटे अस्ति, स च भेदः कपालावधिकः. अन्य उदाहरणानि स्वीकुर्मः चेत् घटः भूतलात् भिन्नः, अत्र भूतला घटः भूतला भूतल भूतलभेदः घटे अस्ति. सस्य भेदः भूतलावधिकः. द्वौ अपि भेदौ घटे घटे भूतल भूतलभेदः अपि अस्ति, कपालभेदः अपि अस्ति, अन्य भेदः अपि भवितुमर्हति. सर्वत्र भिन्नभिन्न घटे ये भेदाः सन्ति तानि अवधिकत्वं भिन्नभिन्न भवन्ति. कपालभेदस्य अवधिकत्वं कपालावधिकत्वं, भूतलभेदस्य अवधिकत्वं भूतल अवधिकत्वम् इति भिन्नभिन्न अवधिकत्वं भेदे अस्ति, घटभेदे भेदे अस्ति. यत् भेदे घटे अस्ति तत् तस्मिन् भिन्नभिन्न अवधिकत्वम् अस्ति. समीचीनं भगिनि. तर्हि भेदस्थले अवधिः कः? यदि घटभेदः वदामः चेत् तत्र अवधिः घटः एव. कपालभेदः इति वदामश्चेत् भेदः अवधिः कपालः एव. भूतलभेदः इति वदामः चेत् तत्र अवधिः भूतलं. भूतलं, तर्हि एते के, घटः कपालः भूतलम्, एते पदार्थाः, पदार्थस्य विशेषनाम अस्ति खलु भवत्या यत् प्रतिपादितं तत् समीचीनं, कपालभेदस्य कपाल अवधिकत्वं, भूतलभेदस्य भूतल अवधिकत्वं. किमर्थं? कपालभेदस्थले कपालः अवधिः, भूतलभेदस्थले भूतल अवधिः. तत्तु सत्यं. घटभेदस्थले घटः एव अवधिः. भिन्नभिन्न अवधयः सन्ति, अपि च भिन्न यस्य भेदः अस्ति सः एव अवधिः इति तु स्पष्टमस्ति खलु प्रतीतिं दृष्ट्वा. हा, यस्य भेदः अस्ति तस्य आनयनेन भेदः निवार्यते खलु. तर्हि भेदः निवार्यते चेत् तस्य वस्तुनः नाम किम्? तदेव पृष्टवती. तर्हि भेदस्थले अवधिः कः? प्रतियोगी एव. प्रतियोगी. समीचीनं. कपालभेदस्य कपालावधिकत्वम् इत्युक्ते कपालभेदस्य अवधिः कपाले अस्ति इति. कपालभेदस्थले कपालप्रतियोगी अपि, न केवलम् अवधिः परन्तु प्रतियोगी अपि. केवलम् इदं वक्तुम् इष्टवती यत् भेदस्थले अवधिः कः इति सामान्यरीत्या वक्तुम् इच्छति चेत् तर्हि भेदस्थले प्रतियोगी एव अवधिः. घटः कपालात् भिन्नः, घटः भिन्नः इत्युक्ते भेदः घटे अस्ति. कस्य भेदः अस्ति घटे? कपालभेदः. कपालभेदस्य प्रतियोगी कः? कपालः. कपालः एव अवधिः अपि. तावदेव. अस्तु, तर्हि वर्धिनी भगिनी अग्रे प्राप्तवती वा कुतः इति? अधुना कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा इति प्रश्नः. घटे विद्यमानः यः कपालभेदः, तस्य कपालभेदस्य कपालं विहाय अन्यः कोऽपि अवधिः भवितुम् अर्हति वा इति प्रश्नः. घटः कपालात् भिन्नः इति प्रतीतिः, अनेन कपालभेदः घटे. तर्हि कपालभेदस्य पटादयः अवधयः भवन्ति किम् इति. अस्तु, तर्हि किञ्चित् चिन्तनं करोतु. प्रारम्भतः प्रथमप्रश्नः कः? कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा? कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा? कपालभेदस्य, तर्हि किं चिन्तनं तत्र वक्तव्यं भवति? कपालभेदस्य अवधिः कः? इदानीमेव वयं चर्चित, हा, कपालः एव. कपालभेदस्य प्रतियोगी नाम कपालभेदः, कपालस्य अभावः केन निवार्यते? कपालेन एव. कपालस्य आनयनेन एव. तर्हि कपालभेदस्य पटः न भवितुम् अर्हति. अस्तु, अग्रे. घटे विद्यमानः यः कपालभेदः, तस्य कपालभेदस्य कपालं विहाय अन्यः कोऽपि अवधिः भवितुम् अर्हति वा? घटे विद्यमानः यः कपालभेदः, तस्य कपालभेदस्य कपालं विहाय अन्यः कोऽपि अवधिः भवितुम् अर्हति वा? न खलु? न एव, यतोहि कपालभेदस्य कपालः एव प्रतियोगी, तदर्थं प्रतियोगी एव अवधिः. घटः कपालात् भिन्नः इति प्रतीतिः, अनेन कपालभेदः घटे अस्ति. तर्हि कपालभेदस्य पटादयः अवधयः भवन्ति किम्? पटादयः अवधयः भवन्ति वा? कपालभेदस्य पटादयः, कपालभेदस्य कपालः समीचीनं पटादयः न भवितुम् अर्हति न भवितुम् अर्हन्ति अस्तु इति उत्तरं प्राप्तम् अस्माभिः किन्तु अग्रे इतोपि परिशीलनं भवति अस्यैव अस्तु अग्रे अजिता महोदय पठति वा आं भगिनि घटभेदः घटे नास्ति तद्विहाय सर्वत्र घटभेदः इति कृत्वा एव निखिलावधिकत्वम् इति विचारस्य का गतिः कः अवधिः तस्य घटभेदस्य घट एव किल घटः एव किल घटातिरिक्तः अवधिर्वा नास्ति घटभेदः इत्युक्ते कः प्रत्ययः घटात् भिन्नः न तु अन्यस्मात् अतः कपालभेदस्य अवधिः कपालः एव न तु अन्यः यः निखिलावधिकः तस्य अवधेः निखिलम् अपेक्षते भेदः निखिलावधिको नास्ति यतोहि एकस्य भेदस्य एक एव अवधिः भेदस्य अवधिः प्रतियोगिरूपः इत्युक्ते घटे घटभेदः नास्ति किन्तु तद्विहाय सर्वत्र घटभेदः अस्ति तदेव निखिलावधिकत्वम् इति आरम्भे भवता यत् पठितं स्मर्यते वा अद्यतन आरम्भे यत् परिच्छेदः पठितः भवता तत्रापि अयं विचारः आगतः आसीत् खलु निखिलम् इत्युक्ते किं स्वं विहाय अन्यत् सर्वं अधुना घटभेदः कुत्र अस्ति घटभेदः घटं विहाय सर्वत्र हा तर्हि स्वं विहाय सर्वत्र इति निखिलम् इति अस्ति चेत् इदमेव निखिलावधिकत्वं वा इति विचारः आगतः आसीत् परन्तु अधुना वयं जानीमः अवधिः इति बहु स्पेसिफिक् अस्ति वेदस्थले अवधिः कः वेदस्थले इत्युक्ते प्रतियोगी हा इदमेव चर्चितम् अधुना खलु पटः घटात् पृथक् इति क्षम्यतां पटः घटात् भिन्नः इति वाक्यं तत्र पटः भिन्नः इत्युक्ते भेदः पटे अस्ति इति यथा उन्नतः वृक्षः औन्नत्यं वृक्षे अस्ति इति खलु तर्हि पटः घटात् भिन्नः इत्यस्मिन् वाक्ये पटः भिन्नः विशेषणविशेष्यम् अतः भेदः पटे अस्ति कस्य भेदः पटे अस्ति घटस्य भेदः पटे अस्ति घटस्य भेदः पटे अस्ति अस्तु घटस्य भेदः इत्युक्ते घटस्य अन्योन्याभावः तर्हि घटभेदस्य प्रतियोगी कः घटः एव घटः एव तर्हि घटभेदस्य अवधिः कः घटभेदस्य अवधिः पटे पटः चिन्तयतु इदानीमेव वयं क्षम्यतां घटभेदस्य अवधिः घटः किमर्थम् इत्युक्ते प्रतियोगी घटभेदस्य प्रतियोगी घट एव इत्युक्ते घटभेदं निवारयितुं घटः एव आवश्यकम् घटः एव आवश्यकः तदेव कारणं घटभेदस्य अवधिः घट एव भेदस्थले यः कोऽपि प्रतियोगी भवतु प्रथमतया भेदस्थले प्रतियोगी कः इति द्रष्टव्यं भवति. यः कोऽपि प्रतियोगी भवतु सः एव अवधिः इति. हा, तर्हि विचारः किम् आगतमासीत्? निखिलावधिकत्वं घटभेदः स्वं विहाय सर्वत्र इति एव निखिलावधिकत्वं वा इति विचारः. तस्य का गतिः? अग्रे पठतु महोदय, तदा स्पष्टं. कः कः अवधिः तस्य घटभेदस्य? घटः एव किल इत्युक्ते यदा वयं दृष्टं घटभेदस्य अवधिः घटः एव. घटातिरिक्तः अवधिर्वा नास्ति. तत् किं भगिनि, घटातिरिक्त अवधिर्वा? तत् केवलं सन्धिकार्यं नास्ति. घटारिक्तः, घटातिरिक्तः, घटम् अतिरिच्य अतिरिक्त अवधिः वा इति प्रश्नः. अस्तु, तदेव अवधिर्वा इति तत्र. घटभेदः इत्युक्ते कः प्रत्ययः? घटात् भिन्नः, न तु अन्यस्मात्. तद् स्पष्टं. घटभेदः इत्युक्ते घटात् भिन्नः एव, न तु पटात् अथवा मठात् भिन्नः. अतः कपालभेदस्य अवधिः कपालः एव, न तु अन्यः. यदा घटभेदस्य अवधिः घट एव, तदेव कपालभेदस्य अवधिः कपालः एव. यः निखिलावधिकः तस्य अवधेः निखिलम् अपेक्षते. इत्युक्ते यदा कपालभेदस्य अवधिः कपालः, तदा निखिलावधिकस्य भेदः अवधेः निखिलम् एव. निखिलावधिकः, निखिलावधिकः इत्युक्ते सर्वम् इति अर्थः. परन्तु वयं तु दृष्टवन्तः घटभेदस्थले कः कः अस्ति अवधिः. घटभेदस्थले घटः एव अवधिः. घटं विहाय अन्यः कोऽपि अवधिः अस्ति वा? नास्ति. किमर्थं नास्ति? किमर्थम् इत्युक्ते घटभेदस्य प्रतियोगी घटः एव. हा, समीचीनं. कपालभेदस्थले अपि तथा खलु? कपालभेदस्थले अपि कपालं विहाय अन्यः कोऽपि प्रतियोगी नास्ति एव. कपालेन एव कपालभेदः निवार्यते. कपालः एव अवधिः. हा, तर्हि अत्र प्रश्नः अस्ति यत् निखिलावधिकम् इत्युक्ते किम् इति जानीमः. निखिलम् इत्युक्ते स्वं विहाय सर्वं. तादृशी स्थितिः अस्ति वा अत्र इति? अवधिः अत्र स्वमेव अवधिः सर्व सर्वम् अवधयः न भवितुमर्हति. हा खलु, घटभेदः अपरत्र अस्ति घटं विहाय. तर्हि तस्य भेदस्य निवारणार्थं घटः इति एव प्रतियोगी, न तु अन्यः इति कृत्वा अवधिः इति एकः एव घटः. बुद्धं वा अजितमहोदय? बुद्धं भगिनि. इत्युक्ते निखिलावधिकत्वस्य अवधिः स्वस्य स्वमेव. निखिलावधिकत्वस्य अवधिः इति न वदामः, भेदस्य अवधिः. निखिलावधिकत्वस्य भे अस्तु महोदय. यथा नियतावधिकत्वम् अनेकावधिकत्वम् इति सर्वम् आसीत् खलु, तथा एव निखिलावधिकत्वम् इति एकम् अस्तु. यत् नियतावधिकत्वं निखिलावधिकः इति निखिलपदार्थस्य अवधिः इति किमपि नास्ति. निखिल इत्युक्ते सर्वम् इति अर्थः, समानार्थकम्. तर्हि अत्र प्रश्नः अस्ति, भेदस्य निखिलावधिकत्वम् अस्ति वा इति. भेदस्य निखिलावधि अवधिगत्व नास्ति। किमर्थम्? किमर्थम् इत्युक्ते भेदस्य अवधिः स्वस्य पदार्थः एव। भेदस्य अवधिः स्वस्य प्रतियोगी एव। प्रतियोगी एव इत्येव अस्ति। अग्रिमवाक्यं पठतु। भेदः निखिलावधिको नास्ति यतोहि एकस्य भेदस्य एक एव अवधिः। भेदस्य अवधिः प्रतियोगिरूपः। बुद्धम्? आं बुद्धम्। तर्हि किञ्चित् प्रतिपादयतु यदवगतम्। इत्युक्ते भेदस्य भेदस्य अवधिः प्रतियोगी एव। इत्युक्ते उदाहरणार्थं घटस्य भेदस्य अवधिः घटः एव, किन्तु घटस्य निखिलावधिकत्वं घटान् विहाय घटं विहाय सर्वत्र अस्ति, किन्तु तत्र भेदस्य अवधिः निखिलावधिकत्वं नास्ति। भेदस्य निखिलावधिकत्वं नास्ति यतोहि भेदस्य एकः एव अवधिः। सः अवधिः कः? भेदस्य प्रतियोगी। घटभेदस्थले घटः प्रतियोगी, कपालभेदस्थले कपालप्रतियोगी, तथा कृत्वा भेदस्थले यः कोऽपि एकः पदार्थः एव भवति खलु प्रतियोगी इति। सर्वदा घटभेदस्य प्रतियोगी एकः एव घटः, घटः कपालः पटः इति नास्ति। यः कोऽपि एकः पदार्थः प्रतियोगी भवति सः एव पदार्थः अवधिः इति उच्यते। अतः भेदस्थले अथवा भेदस्य एकः एव अवधिः। एकः एव अवधिः, न तु निखिलावधिः। न तु निखिलावधिः। निखिलावधिः इत्युक्ते सर्वाणि वस्तूनि जगति तानि सर्वाणि अवधयः भवन्ति वा इति। तथा अस्ति किं भेदस्थले? नास्ति। तथा नास्ति। हा, एकः एव अवधिः, सः अवधिः प्रतियोगिरूपः इति। अस्तु, तर्हि अग्रे सभ्यसाची महोदय पठति वा? आं भगिनि। अतः घटभेदं घटं विहाय सर्वत्र भवति इति तु सत्यं, किन्तु अत्र तथा नास्ति विषयः, अपि तु तत् अवधिकत्वं। घटभेदः घटावधिकः, घटावधिकत्वं घटभेदे। घटभिन्नपदार्थेषु सर्वविद्यमानः यः घटभेदपदार्थः तस्मिन् घटभेदे किं किम् अवधिकत्वं भवति इति प्रश्नः। निखिलावधिकत्वम् इति चेत् घटं विहाय यः अन्यसर्वे अपि तत् अवधिकः कश्चन भेदपदार्थः अपेक्षते। अतः घटभेदः घटं विहाय सर्वत्र भवति इति तु सत्यम्। इत्युक्ते वयं दृष्टवन्तः पूर्वपरिच्छेदे, यदा वयं वदामः घटभेदः, घटभेदः इत्युक्ते पटः घटात् भिन्नः इत्युक्ते घटभेदः पटे अस्ति। घटभेदः इत्युक्ते घटं विहाय जगति सर्वत्र भवति इति तु सत्यं, किन्तु अत्र तथा नास्ति। इत्युक्ते अवधिभेदेन भेदः विद्यते इति वयं दृष्टवन्तः। अपि तु तत् अवधिकत्वम् इत्युक्ते अवधिः यदा यदा भिन्नं भिन्नं भवति तर्हि भेदः अपि भिन्नं भवति, तर्हि घटभेदः। अत्र तथा नास्ति इत्युक्ते अत्र भेदः सर्वत्र अस्ति वा इति विषयः नास्ति, अवधिः सर्वत्र अस्ति वा इति विषयः। आम्, इति एव स्पष्टीकर्तुं कर्तव्यमस्ति. अस्तु महोदय, अग्रे. आमामां समीचीनं. अपि तु तद् अवधिकत्वम् अवधिकत्वम् इत्युक्ते अवधिः भिन्नं भिन्नम् अस्ति चेत् भेदः अपि भिन्नम् इति भवति. घटभेदः इत्युक्ते घटः अवधिः, तत्र घटावधिकः. घटावधिकत्वं कुत्र अस्ति? घटावधिकत्वं घटभेदे अस्ति. घटभिन्नपदार्थेषु सर्वविद्यमानः यः घटभेदपदार्थः, तस्मिन् घटभेदे किं किम् अवधिकत्वं भवति इति प्रश्नः. इत्युक्ते घटभिन्नपदार्थेषु इत्युक्ते घटं विहाय अन्ये यः पदार्थाः सन्ति सर्वविद्यमानः, यः घटभेदपदार्थः, यत्र यत्र घटभेदः अस्ति, ये ये पदार्थाः सन्ति, तस्मिन् घटभेदे किं किम् अवधिकत्वं भवति इति प्रश्नः. इत्युक्ते घटभेदः पटे अस्ति, वृक्षे अस्ति, पुस्तके अस्ति, इत्युक्ते ये सर्वे घटभेदपदार्थाः, एवं तस्मिन् घटभेदः किं किम् अवधिकत्वं भवति इति प्रश्नः. इत्युक्ते अवधिकत्वं किं किं भवति इति प्रश्नः उदेति. तर्हि निखिल अवधिकत्वम् इति चेत् घटं विहाय यः अन्यः सर्वे अपि सन्ति तद् अवधिकः कश्चन भेदपदार्थः इति अपेक्ष्यते. तर्हि निखिलावधिकत्वम् इत्युक्ते किम् इति, स्वं विहाय अन्यत् सर्वत्र तत् अवधिकत्वम् अस्ति. तर्हि निखिलावधिकत्वम् इति चेत् घटं विहाय यत् यस्मिन् अत्र उदाहरणं यत् अस्ति घटभेदः इत्युक्ते घटं विहाय यः सर्वे पदार्थाः सन्ति, अन्यपदार्थाः सन्ति, तद् अवधिकः कश्चन भेदपदार्थः अपेक्ष्यते इति मया न अवगतम् अन्तिमं वाक्यं भगिनि. हा, इत्युक्ते इदानीं घटभेदः बहुत्र भवति खलु, वृक्षे, गृहे, पटे, सर्वत्र. तस्य सर्वस्य घटभेदस्य यत्र यत्र घटभेदः भवति तत्र तत्र अवधिकत्वं कुत्र भवति? घटे एव. यत्र कुत्रापि घटभेदः भवतु, किन्तु तस्य घटभेदस्य अवधिकत्वं केवलं घटे भवति इति स्पष्टमस्ति अस्माकं मनसि. इदानीं पुनः पृष्टमस्ति यद् निखिलावधिकत्वम् अस्ति चेत् अस्माकं मनसि तु इदं स्पष्टमस्ति यद् घटभेदस्य अवधिः एकः एव घटः इति. केवलम् इदानीं चर्चार्थं निखिलावधिकत्वम् इति चिन्तयामः. निखिलावधिकत्वम् इति चिन्तयामः चेत् तत्र किम् अपेक्षितं भवति? घटं विहाय अन्यः तदवधिकः भवतु पदार्थभेदस्य इति भवति. घटभेदस्य बहवः अवधयः भवन्तु इति आगच्छति, तदा आपतति निखिलावधिकत्वम् इति स्वीकृतं चेत्. इदमेव अत्र घटं विहाय यः अन्यः सर्वोपि तदवधिकः कश्चन भेदपदार्थः अपेक्षते इति उक्तम्. एकवारं यदि घटस्य निखिलावधिकत्वम् अस्ति इति स्वीकृतं तदा दोषपूर्णतर्कः भवति. सः दोषपूर्णतर्कः कः इत्युक्ते, सः घटभेदः इति पदार्थः, तस्य अवधिः घटं विहाय अन्यः कोऽपि भवतु, अन्य सर्वमपि भवतु इति आपत्तिः. तथा तु नास्ति वस्तुस्थितिः खलु, घटभेदस्य एकः एव अवधिः, सः घटः. तर्हि निखिलावधिकत्वम् इति स्वीकृतं चेत् एतादृशी आपत्तिः भवति. कः आपत्तिः भवति? दोषपूर्णतर्कः भवति तदा, भेदपदार्थस्य घटं विहाय अन्यः कोऽपि अवधिः भवतु इति आपत्तिः. इति स्पष्टमस्ति वा? आम् आम् भगिनि, स्पष्टम्. अस्तु अस्तु तर्हि सरला भगिनी अग्रे. अधुना घटे विद्यमानपृथक्त्वं निखिलावधिक् अधिकम् इति चिन्तयतु. नास्ति वस्तु गत्वा किन्तु आपाततः स्वीकुर्मः. घटे विद्यमानं पृथक्त्वं निखिलावधिक् अस्ति इति तस्य कः अर्थः? घटे विद्यमानं यत् पृथक्त्वं तस्य घटं विहाय सर्वे अपि अवधय. एवं घटं विहाय ये तत् सर्वाधिकं पृथक्त्वं घटे अस्ति इत्युक्तौ घटे निखिलावधिकं पृथक्त्वम् अस्ति इति वाक्यस्य अर्थः. अधुना पृथक्त्वं स्थले की गति अस्ति एतत् चिन्तयामः. अधुना घटे विद्यमानपृथक्त्वं निखिलावधिकम् इति चिन्तयतु. निखिलावधिकं मीन्स् त्वं विहाय सर्वत्र अवधिकं. नास्ति वस्तु गत्वा किन्तु आपातत् स्वीकुर्मः. आपातत् इत्युक्ते भगिनि घटे विद्यमानं पृथक्त्वं निखिलावधिकम् अस्ति इति यदि वयं वदामः घटे निखिलावधिकम् अस्ति तस्य कः अर्थः? घटे विद्यमानं यत् पृथक्त्वं तस्य घटं विहाय सर्वे अपि अवधय. घटं विहाय सर्वे अवधय. एवं घटं विहाय ये तत् सर्वाधिकं पृथक्त्वं घटे अस्ति इत्युक्तौ घटे निखिलावधिकं पृथक्त्वम् अस्ति इति वाक्यस्य अर्थः. यदि वयं मन्ये वयं मन्ये मन्यामहे घटं घटे पृथक्त्वं अस्ति तद् निखिलावधिकं स्वयं विहाय सर्वत्र अस्ति तद् पृथक्त्वं निखिलावधिकं भवति. प्रतीति यदि वंशे घटपटात् पृथक् घटवृक्षात् पृथक् पटः वृक्षः ते घटस्य अवधि भवति तत् पृथक्त्वं पटावधिकम् अपेक्षावधिकं भवति इति सर्वत्र सर्वे अवधय भवन्तुं शक्नुवन्ति इति अर्थं रैट्. निखिलावधिकं पृथक्त्वे घटं विहाय अन्ये सर्वे अवधयः निखिलावधिकत्वं पृथक्त्वम् इति स्वीकुर्मः चेत् एवं एवं तो घटे निखिलावधिकं भवति. वस्तुतः एकनिमिषः भगिनि, वस्तुतः घटे विद्यमानं वस्तुतः नास्ति इति परिशीलितं खलु. पृथक्त्वम् अनेकावधिकत्वम् अस्ति पृथक्त्वे न तु निखिल. अवयविना विना योपि केपि सर्वाणि वस्तूनि अवधय भवितुं शक्नोति. समुदाय अनेका समुदाय आश्रयस्य अवयविना विना विहाय घटस्य अवधिका पृथक्तस्य अवधिकं भवति. तर्हि अतः एवं घटं विहाय एतत् सर्वावधिकं पृथक्त्वं घटे अस्ति इत्युक्तौ घटे निखिलावधिकं पृथक्त्वम् अस्ति इति वाक्यस्य अर्थः. यदि स्वीकुर्मश्चेत् घटं विहाय यावन्ति वस्तूनि सन्ति लोके तत्तत् सर्वं घटपृथक्त्वस्य अवधिः इति आपतति. तदा एव भेदविषये निखिलावधिकत्वम् अस्ति इति स्वीक्रियते चेत् किं भवति इति अग्रे लक्ष्मी भगिनी अग्रे पठति वा. आहत्य यः भेदः सर्वत्र अस्ति. एकनिमिषः भगिनी, अधुना एकनिमिषः. अधुना भेदविषये तादृशभेदमात्रं सर्वत्र वर्तते. घटं घटभेदः घटं विहाय सर्वत्र वर्तते इति तु सत्यम्. किन्तु यत्र यत्र घटभेदः वर्तते तत्तत् अवधिकः कश्चन निखिलावधिकः भेदः घटे आगच्छति वा पुनः न आयाति इति वैलक्षण्यम्। एतावता केवलं घटं विहाय घटभेदः अन्यत्र सर्वत्र विद्यमानः इत्येव उच्यते। तथा वार्ता अस्माकम् अत्र अस्ति, घटं विहाय यो यः अन्यः तत् अवधिकः पदार्थः घटे अपेक्षते। यथा एकमेव पृथक्त्वं घटे भूतलावधिकं पुस्तकावधिकं वृक्षावधिकं तथैव एकैव भेदः घटे अपेक्ष्यते। यः भूतलावधिकः पुस्तकावधिकः वृक्षा अवधिकः तादृश एव एकः भेदः निखिलावधिकः, स च विश्वे कोऽपि नास्ति। अस्तु, भेदविषये अधुना भेदविषये तादृशभेदमात्रं सर्वत्र वर्तते। इत्युक्ते अस्माकं वाक्यमस्ति घटभेदः घटं विहाय सर्वत्र अस्ति इति वाक्यमस्ति। इत्युक्ते घट घटं विहाय घटभेदः सर्वत्र अस्ति, घटाभावः सर्वत्र अस्ति, किन्तु स भेदस्य अवधिः घटे एव अस्ति। किन्तु यत्र यत्र घटभेदः वर्तते तत्तत् अवधिकः कश्चन निखिला अवधिकः, यत्र यत्र घटभेदः अस्ति तत्र अवधिक तत्तत् अवधिकः तत्र यत्र यत्र घटभेदः अस्ति तत्र तत्र घटः एव अवधिकः, अन्य कोऽपि तत्र अवधिकः न भवितुमर्हति। तर्हि प्रश्नः अस्ति, कश्चन निखिलावधिकः भेदः वर्तते वा इति। घटभेदः घटं विहाय सर्वत्र इति तु सत्यं, किन्तु यत्र यत्र घटभेदः नाम घटं विहाय सर्वत्र तत्र तत्र निखिलावधिकः भेदः वा, घटं विहाय अवधिकत्वं सर्वत्र इति अपि अस्ति वा इति पुनः प्रश्नः। अस्तु अस्तु, यत्र यत्र घटभेदः अस्ति तत्र घटभेदः घटावधिकः निखिलावधिकः नास्ति, निखिलावधिकः नास्ति इति वैलक्षण्यम् इति। हा, इति प्रश्नः अस्ति, निखिलावधिकः अस्ति वा इति प्रश्नः। अस्तु, तत्तु नास्ति इति वैलक्षण्यम्। एतावता केवलं घटं विहाय घटभेदः अन्यत्र सर्वत्र विद्यमानः इत्येव उच्यते। एतत् पूर्वमेव उक्तं, घटं विहाय घटभेदः अन्यत्र सर्वत्र अन्येषु पदार्थेषु विद्यमानः अस्ति, तथा वार्ता अस्माकम् अत्र नास्ति। घटं विहाय यो यः अन्यः तत्तावधिकः पदार्थः घटे अपेक्षते इति। यदि पृथक्त्वरीत्या चिन्तयामः चेत् यत्र घट अवधिक यत्र घटभेदः अस्ति तत्र अन्य अवधिकाः अपि सन्ति इति अपि इति घटं विहाय अन्यः अन्यः पदार्थः अवधिकः अवधिः भवतु इति अपेक्षा भवति निखिलावधिकत्वस्य स्थले। आम्, पृथक्त्वरीत्या तत्र घटपृथक्त्वे घटं विहाय अन्यद्रव्याः अवधिकः सन्ति, अवधयः सन्ति, अवधयः घटं विहाय घटं विहाय अन्ये पदार्थाः अवधयः भवन्ति पृथक्त्वस्थले. अत्र भेदस्थले तदा न भवति, तथा न भवति. घटभेदे घटः एव अवधिः, न तु अन्य द्रव्याः, अन्याः द्रव्याः. यथा एकमेव पृथक्त्वं घटे भूतल अवधिकं, पुस्तका अवधिकं, वृक्षा अवधिकं, तथैव एक एव भेदः घटे अपेक्षते. यः भूतला अवधिकः, पुस्तकावधिकः, वृक्षावधिकः, तादृश एक एव भेदः निखिलावधिकः. इदानीमेव चर्चा, इदानीमेव अस्तु. सो यदि भेदः निखिलावधिकः इति वक्तुमिच्छा, यदि भेदः निखिलावधिकः अस्माकम् अपेक्षा अस्ति तादृशभेदे अनेकविध अनेकाः अवधयः स्यात् अपेक्षिताः. अनेकाः अवधयः अपेक्षिताः, परन्तु तथा नास्ति. परन्तु भेदस्थले प्रतियोगी एव अवधिः भवति. इत्युक्ते अनेकविधभेदाः सन्ति. एकेन केवलम् एकभेदः, एकः एव भेदः न. जगति यानि द्रव्याणि सन्ति सर्वेषां भेदः सन्ति. किमर्थं चेत् भेदः इत्युक्ते अन्योन्यभावः, अन्योन्यभावः तादात्म्यसम्बन्धेन वर्तते. अतः अनेकाः भेदाः सन्ति, न तु केवलम् एकः एव भेदः. भेदः अपि भेदः आश्रयभूतगुणः नास्ति. स्वातन्त्र्यार्थया एकः पदार्थः खलु. बहु समीचीनं, बहु समीचीनं भगिनि. इति मुख्यः विषयः. भेदः पदार्थः अस्तु, पृथक्त्वम् इति गुणः. पृथक्त्वम् इति गुणः इति अपि पदार्थः, तस्यां श्रेण्यां पृथक्त्वम् इति आयाति. पृथक्त्वम् इति अपरस्मिन् पदार्थे भवति, परन्तु भेदः स्वयम् एकः पदार्थः. अस्तु भगिनि, इति वार्ता. अस्तु लक्ष्मी भगिनी, अन्यत् किमपि वक्तव्यम् आसीत् वा अस्य विषये? इदानीं नास्ति भगिनि. अस्तु अस्तु, तर्हि भगिन्या सम्यक्तया उक्तं. भेदः इति बहूनां वस्तूनां भेदः भवति. यत्र यत्र तद्वस्तुनः भेदः भवति, तत्र तद्वस्तु एव अवधि. अस्तु, अग्रिमपरिच्छेदं वर्धिनी भगिनी पठति वा, तदा समापयिष्यते. आहत्य यः भेदः सर्वत्र अस्ति, तस्य भेदस्य एक एव अवधिः. घटभेदः सर्वत्र अस्ति, किन्तु तस्य घटभेदस्य एक एव अवधिः घटः. पृथक्त्वस्य अनेक अवधिकत्वम् अस्ति, किन्तु स्वयं सर्वत्र नास्ति. भेदः सर्वत्र अस्ति, किन्तु अनेक अवधिकत्वं नास्ति. घटे विद्यमानं च पृथक्त्वम् एकमेव, किन्तु घटे विद्यमानाः भेदाः असङ्ख्याकाः. सारांशः, भेदः सर्वत्र अस्ति, अवधिः एक एव. भेदस्य अवधिः एक एव. सः कः? घटः. प्रतियोगी. घटभेदः सर्वत्र अस्ति, किन्तु तस्य घटभेदस्य एक एव अवधिः घटः. पृथक्त्वस्य अनेक अवधिकत्वम् अस्ति, पृथक्त्वे अनेकाधिकत्वं. घटपृथक्त्वं कुत्र वर्तते? पृथक्त्वम् एक एव, एकमेव. भगिनि मम प्रश्नः अस्ति, घटपृथक्त्वं कुत्र अस्ति? घटे खलु घटे घटे अस्ति घटपृथक्त्वम् एकमेव घटे अस्ति घटभेदः कुत्र अस्ति सरला भगिनी उच्यताम् अन्येषु पदार्थेषु घटभेदः वर्तते सत्यं घटभेदः सर्वत्र अस्ति किन्तु तस्य अवधिः एकः एव तदस्ति घटः घटपृथक्त्वं सर्वत्र नास्ति एकत्र एव अस्ति तत् कुत्र नाम किं घटे किन्तु तस्य किन्तु पृथक्त्वस्य अवधयः अनेकाः अनेके क्षम्यताम् अनेके अवधयः अस्तु इति बुद्धं वा वर्धिनी भगिनि अस्तु अस्ति किन्तु स्वयं सर्वत्र नास्ति भेदः सर्वत्र अस्ति किन्तु अनेकावधिकत्वं नास्ति भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति किन्तु अनेकावधिकत्वं नास्ति इति प्रमुखं वैलक्षण्यमस्ति उभयोः भेदस्य पृथक्त्वस्य भेदः सर्वत्र अस्ति प्रतियोगिनं विहाय किन्तु एकः एव अवधिः तस्य तदस्ति प्रतियोगी पृथक्त्वम् आश्रयभूतद्रव्ये एव सर्वत्र इति न घटपृथक्त्वं घटे एव पटपृथक्त्वं पटे एव किन्तु पृथक्त्वस्य अनेके अवधयः भवन्ति पृथक्त्वम् एकमेव वक्तुं शक्नुमः वा सत्यं भगिनि भेदः एकावधिकः इति अग्रे आयाति घटे विद्यमानं च पृथक्त्वम् एकमेव किन्तु घटे विद्यमानाः भेदाः असङ्ख्याकाः भेदे अवधिः एकः एक एव अवधि अस्तु अन्तिमवाक्ये अवधिविषयः नास्ति अन्तिमवाक्ये पृथक्त्वं कियत् अस्ति इति पृथक्त्वम् एकः एव घटे एकमेव पृथक्त्वम् अस्ति किन्तु घटे भिन्नभिन्नभेदाः भवितुमर्हन्ति इति पुनः तयोः मध्ये वैलक्षण्यं कस्मिंश्चित् अपि वस्तुनि एकमेव पृथक्त्वं भिन्नभिन्नभेदाः अपि च तस्य वस्तुनः पृथक्त्वमेकं केवलं वस्तुनि भवति पृथक्त्वस्य अवधयः अनेके सन्ति परन्तु भेदस्य तस्य एव वस्तुनः भेदः सर्वत्र अस्ति स्वं विहाय परन्तु तस्य एकः एव अवधिः पृथक्त्वे अनेक अवधिकाः भेदे एक एव अवधिः हा सत्यम् इति अत्र समापयिष्यते विषयः इतः अग्रे अग्रिमसप्ताहे धन्यवादः धन्यवादः धन्यवादः नमस्कारः